गङ्गाधीश्वरं शङ्करं गङ्गाधीश्वरं शङ्करं गङ्गाधीश्वरं शङ्करं गङ्गाधीश्वरं शङ्करं गङ्गाधीश्वरं गङ्गाधीश्वरं गङ्गाधीश्वरं शङ्करं सङ्गमेश्वरं सङ्गमेश्वरं गङ्गाधीश्वरं शङ्करं सङ्गमेश्वरं गङ्गाधीश्वरं शङ्करं अङ्गम् अङ्गमर्दनारीश्वर अङ्गम अर्दनारीश्वर अङ्गम अर्दनारी गङ्गाधीश्वरं शङ्करं मङ्गलाकारं महादेवं मङ्गलाकारं महादेवं मङ्गलाकारं महादेवं मङ्गलरूपं महेश्वरं मङ्गलरूपं महेश्वरं मङ्गलरूपं महेश्वरं लिङ्गो लिङ्गोद्भवं वैभवं लिङ्गोद्भवं ओङ्कारनादं सदाशिवं ओङ्कारनादं सदा गङ्गाधीश्वरं शङ्करं गङ्गाधीश्वरं शङ्करं गङ्गाधीश्वरं शङ्करं।